नमः सर्वेभ्यः. पुनः अस्माकं नूतनव्याकरणवर्गे सर्वेषां स्वागतम्. अस्माकं विषयः इत्संज्ञाप्रकरणम् इति विषयः अनुवर्तते. गते सप्ताहे वयम् इत्संज्ञाप्रकरणे सप्तसूत्राणि सन्ति इति ज्ञातवन्तः. तत्र प्रथमचत्वारि सूत्राणि अपि पठितवन्तः. तत्र प्रथमं सूत्रं किम्? अत्र शैलजा भगिनी वदतु, प्रथमं सूत्रं किम्? उपदेशे जननासिक इत्. किं वदति सूत्रम्? पाणिनीयसूत्रे अनुनासिकस्वरः अस्ति चेत् औपदेशिकसू धातोः अनुनासिकवर्ण अच्वर्णः अस्ति चेत् तस्य इत्संज्ञा. सम्यक्, बहु सम्यक्. इत्संज्ञा इत्युक्ते अत्र अत्र का? अनन्तरं तस्य लोपः भवति. सत्यं सत्यं, समीचीनं, बहु सम्यक् भगिनि. अत्र इत्युक्ते अत्र अत्र इत्युक्ते किं? नामकरणं, संज्ञा. संज्ञा, सत्यम्, इत्युक्ते संज्ञा. तर्हि प्रथमं सूत्रमस्ति उपदेशे जनुनासिक इत् इति सूत्रं. तत् सूत्रं, तस्य प्रसक्तिः कुत्र भवति? औपदेशिकधातोः प्रत्यय आदेशः, अनु आदेशः, आगमः, तादृशं तादृशसन्दर्भे प्रसङ्गः. सत्यं सत्यं, हा, बहु सम्यक्. हा, अत्र अत्र पाण्डे महोदय वदति वा, अत्र उपदेशः इति इत्यस्य अर्थः कः? उपदेशः अस्ति वा पाण्डे महोदय? स्टार् सिक्स् नोदयतु. अस्तु, तर्हि महादेवन् महोदय वदतु. उपदेशे अर्थात् मूलरूपं, मूलरूपम् अस्ति चेत् तदेव उपदेश. मूलरूपाणि सन्ति किल? सत्यम् सत्यं, मूलरूपमेव उपदेशः इत्युक्ते अत्र धातोः प्रत्ययः, आदेशः, आगमः, सर्वेषां सर्वेषां मूलरूपं भवति, मूलरूपं भवति. मूलरूपतः धातोः मूलरूपम् इति स्वीकुर्मः चेत् मूलरूपतः यदा हि प्रक्रियाकाले यदा हि वयं क्रियापदं निर्मातुम् इच्छामः तस्मिन् सन्दर्भे प्रथमम् अत्र मूलरूपं स्वीकृत्य तदनन्तरम् इत्संज्ञकवर्णानां लोपानन्तरं तत्र लौकिकधातुं प्राप्नुमः. सत्यं, तर्हि उपदेशः इत्युक्ते मूलरूपं. तर्हि वयं वदामः औपदेशिकधातुः इति वदामः, औपदेशिकधातुः. तयोः अत्र उमाभगिनी वदतु, अत्र उपदेशः अपि च लौकिकरूपम्, उपदेश अवस्थायां यत् रूपम् अपि च लौकिक अवस्थायां यत् रूपं, द्वयोः कः? अहं न जानामि. उपदेशे पाणिन्याः सूत्रमे उपदेश इति मां जानामि. इतः परं वक्तुं न शक्यते. अस्तु, चिन्ता नास्ति, समीचीनम्. अत्र मीना भगिनी सहायं करोतु. मीना भगिनी अस्ति वा? अस्ति. उपदेशे इत्युक्ते महर्षे पाणिनेः एव उक्तं धातोः उपदेशे इति मूलरूपम्. औपदेशिक लौकिकरूपेण धातु अस्ति तत् लौक्य साधारणजनाः ये जानन्ति धातु रूपं तत् लौकिकरूपम्. तयोः भेदः कः? उपदेशे इत् संज्ञः अस्ति, औपदेशिक औपदेश लौकिकधातुषु इत् संज्ञा नास्ति. हा, सत्यं, बहु सम्यक्. इत्युक्ते उपदेश अवस्थायां तत्र मूलरूपे केचन वर्णाः सन्ति, ये वर्णाः लौकिकरूपेषु न तिष्ठन्ति, तर्हि तादृशभेदः अस्ति. उपदेश अवस्थायां केचन वर्णाः अधिकाः सन्ति, तादृशवर्णाः लौकिकरूपे. अलौकिकरूपे दातु मात्रं वयं वदामः. हा सम्यक्, बहु सम्यक्, तथैव तथैव सर्वत्र तथा वयं द्रष्टुं शक्नुमः. अस्तु, तर्हि अत्र अग्रे अत्र विनय् महोदय वदति अत्र द्वितीयं सूत्रं किम् इत्संज्ञाप्रकरणे. विनय् महोदय वदति वा, स्टार् सिक्स् नोदयतु. विनय् महोदय अस्ति वा? अस्तु, तर्हि अत्र राधिका भगिनी वदतु हलन्त्यं द्वितीयसूत्रं किं वदति. अस्तु भगिनि, अत्र हलन्त्यम् इति सूत्रमस्ति. तत् तद् वदति धातोः अन्ते हल् वर्णः अस्ति चेत् उपदेशे अन्त्यं हल् इत् भवति इति वदति. इत्युक्ते धातोः अन्ते हल् वर्णः इत्युक्ते व्यञ्जनम् अस्ति चेत् तत् इत् संज्ञा भवति, इत्युक्ते लोपः भवति इति. उत्तमम् उत्तमं. तर्हि अत्र केवलं धातोः कृते भवति वा एतत् सूत्रम्? न न, केवलं धातोः न, धातोः इति एक उदाहरणमेव. उपदेशस्य अन्ते इत्युक्ते धातुः प्रत्यय आदेश आगमन एतादृश सन्दर्भे अपि. सत्यं सत्यम्, उत्तमं, बहु सम्यक्, समीचीनं. तर्हि द्वितीयं सूत्रमस्ति हलन्त्यम् इति सूत्रमस्ति. हल् अन्त्यम् इत्युक्ते उपदेश अवस्थायां यत् मूलरूपम् अस्ति तस्य अन्ते हल् वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति. तर्हि तस्य इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः अपि भवति इति हलन्त्यम् इति सूत्रमस्ति. अस्तु, समीचीनं. तदनन्तरम् अस्माकं तृतीयं सूत्रम् अत्र किम्, अत्र गीता भगिनी वदतु. तृतीयसूत्रमस्ति न विभक्तौ स्मः. अत्र त्रिपदं सूत्रमस्ति. एतत् सूत्रं हलन्त्यं सूत्रस्य बाधकसूत्रमस्ति. हलन्त्यं सूत्रे उपदेशे हल् हलन्त्यं भवति चेत् तस्य लोपः भवति, ऐ मीन् इत्संज्ञा भवति तस्य. अत्र तीन् भेदाः सन्ति. सकार तृति तवर्गीयवर्णः सकारः मकारः इत्संज्ञकः न भवन्ति अत्र. कुत्र न भवति? विभक्तौ. विभक्तौ कस्य कस्य विभक्तिसंज्ञा अस्ति? तस्य विभक्तिसंज्ञा अस्ति विभक्तिप्रत्ययः अस्ति चेत् तस्य अन्ते ये स्वराः भवन्ति चेत् इत्संज्ञा. स्वराः भवन्ति वा, स्वराः इति वा? स्वरा न हल् हल् हलन्तम् एव. हा सत्यम्, अत्र समीचीनं भगिनी. अत्र विभक्तिप्रत्ययः अन्ते अस्ति चेत् मूलरूपे तस्य इत्संज्ञा न भवति इति सूत्रं, निषेधकसूत्रम् अस्ति एतत् सूत्रं. तर्हि अत्र कस्य विभक्तिप्रत्ययः कस्य विभक्तिसंज्ञा भवति, कीदृशप्रत्ययस्य विभक्तिसंज्ञा भवति? सुबन्तप्रत्ययः. हा सत्यं, बहु सम्यक्. इत्युक्ते विभक्तिश्च इति सूत्रेण सुप्रत्ययानाम् अपि च तिङ् प्रत्ययानां विभक्तिसंज्ञा भवति. तर्हि तादृशप्रत्ययः अस्ति, तादृशप्रत्ययस्य अन्ते तवर्गीयवर्णः सकारः अथवा मकारः अस्ति चेत् तस्य इत्संज्ञा न भवति. यतोहि अत्र रविकला भगिनी कृपया म्यूट् करोतु. अत्र इत्युक्ते अत्र सामान्यतया वयं पश्यामः चेत् अत्र सुप्रत्ययः अस्ति, अत्र सुप्रत्ययः अस्ति, सुप्रत्ययस्य अन्ते तवर्गीयवर्णः अस्ति, तर्हि अन्ते हल् वर्णः अस्ति. हल् वर्णः अस्ति इति कृत्वा हलन्त्यम् इति सूत्रेण तस्य इत्संज्ञा भवति एव. परन्तु तदनन्तरम् एतत् सूत्रम् आगत्य वदति, न विभक्तौ तुस्माः इति सूत्रम् आगत्य वदति, न न न, यत्र यद्यपि अत्र प्रत्ययस्य अन्ते हल् वर्णः अस्ति तथापि अत्र इत्संज्ञा न भवति, यतोहि अत्र प्रत्ययः कीदृशप्रत्ययः, सुप्रत्ययः अथवा तिङ्प्रत्ययः अस्ति चेत् तत्र इत्संज्ञा न भवति. अत्र वस्तुतः एकविंशति सुप्रत्ययाः सन्ति, अपि च अष्टादश तिङ्प्रत्ययाः सन्ति. के ते प्रत्ययाः इति अग्रे गत्वा वयं ज्ञास्यामः. के प्रत्ययः इति ज्ञास्यामः. परन्तु इदानीम् अत्र इदानीं किम् अवगच्छामः इति चेत् अत्र सुप्रत्ययः अस्ति चेत् तस्य अन्ते तकारः अस्ति चेत् इत्संज्ञा न भवति इति विषयः अस्ति. तर्हि अत्र अस्मिन्नेव करपत्रे वाक्यमासीत् अन्ये विभक्तिसंज्ञकप्रत्ययाः यत्र हल्लोपः बाधितः, अत्र शस् भिस् भ्यस् नस् ओस् आम् अम् भ्याम् आम् एते सुप्रत्ययाः सन्ति. तर्हि अत्र अन्यत् वाक्यमपि आसीत् पदानि यत्र अन्तिमवर्गीयवर्णः न लुप्तः रामात् इति अस्ति. रामात् इति पञ्चम्यन्तं पदमस्ति, रामात्. तर्हि तत्र रामात् इत्यस्य रामयोगः आत् तत्र प्रत्ययः, अत्र मूले तु नस् इति प्रत्ययः, तस्य स्थाने आत् इति आदेशः भवति. तर्हि आत् इति अपि प्रत्ययः अस्ति, सुप्रत्ययः अस्ति, तर्हि तस्य अन्ते तकारः अस्ति, अतः तकारस्य इत्संज्ञा न भवति रामात् इति उदाहरणे. एवमेव तस्मात् इति पञ्चम्यन्तं पदमस्ति, तस्य अन्ते तकारः अस्ति, तकारः आत् इति प्रत्ययस्य अन्ते सुप्रत्ययः अस्ति आत्. सुप्रत्ययस्य अन्ते तवर्गीयवर्णः अस्ति, तवर्गीयवर्णः अस्ति इति कृत्वा तत्र हलन्त्यम् इत्यनेन तकारस्य लोपः भवति स्म. परन्तु अत्र न विभक्तौ तुस्माः इति सूत्रम् आगत्य वदति न न न, अत्र तकारस्य लोपः न भवति, यतोहि अन्ते तकारः अस्ति, तस्य लोपः न भवति, यतोहि आत् इति सुप्रत्ययः अस्ति. एवमेव अत्र सप्तम्यन्तं पदं पश्यामः, तस्मिन् इति तत्र नसि इति प्रत्ययः अस्ति, तस्य स्थाने इन् इति आदेशः भवति. तर्हि इन् इत्यस्य अन्ते नकारः अस्ति, नकारः हल् वर्णः, पुनः तस्यापि लोपः न भवति. तदनन्तरं लबेरन् इति विदीर्लिङ्ग्लकारे अत्र बहुवचने प्रथमपुरुषे बहुवचने रन् इति प्रत्ययः अस्ति, रन्, तत्र रन् इत्यस्य अन्ते नकारः अस्ति, नकारः तवर्गीयवर्णः अस्ति, अतः तस्यापि लोपः न भवति. तर्हि आहत्य किम् अवगच्छामः, यदि सुबन्तं पदं भवतु अथवा तिङन्तं पदं भवतु, अन्ते तवर्गीयवर्णः अथवा मकारः अथवा सकारः अस्ति चेत् तस्य लोपः न भवति इत्येव विषयः अस्ति. अतः अत्र न विभक्तौ तुस्माः इति सूत्रं, न इति अस्ति सूत्रे, न इत्युक्ते कार्यं न भवति. प्रथमतया अत्र हलन्त्यम् इति सूत्रेण कार्यं विधीयते, प्रथमतया विधीयते, तदनन्तरम् अत्र न विभक्तौ तुस्माः इत्युक्ते तादृशकार्यं न भवति. कुत्र न भवति विभक्तौ, कस्य विभक्तिसंज्ञा अस्ति, सुप्रत्ययस्य तिङ्प्रत्ययस्य विभक्तिसंज्ञा अस्ति इति विषयः अस्ति. स्पष्टं वा सर्वेषां कृते? महोदय, विभक्तौ इति तस्य नामकरणं कस्मिन् सूत्रे अस्ति? प्रथम अध्याये द्वितीयभागे अस्ति वा, प्रथमभागे अस्ति वा? कुत्र न विभक्तौ तुस्मः इति तु प्रथमाध्यायस्य तृतीयभागे अस्ति इति जानीमः, परन्तु विभक्तिश्च इति सूत्रं प्रथमाध्यायस्य चतुर्थपादे अस्ति. अत्र अस्माकं करपत्रे एव दत्तमस्ति विभक्तिश्च इति सूत्रं, तदपि संज्ञासूत्रम् अस्ति. संज्ञासूत्रं, तत् सूत्रं किं वदति इति चेत्, यस्य सुप्रत्ययः इति, सुप्रत्ययः अपि च तिङ्प्रत्ययः तिङ्प्रत्ययाः सुप्रत्ययाः अपि च तिङ्प्रत्ययाः तेषां विभक्तिसंज्ञा भवति इति तत् सूत्रं वदति, विभक्तिश्च इति सूत्रम्। परन्तु तत् अनन्तरमेव आगच्छति, चतुर्थभागे आगच्छति चेत् तस्य प्रसक्तिः तृतीयभागे कथं भवति? न न, अत्र संज्ञासूत्रमस्ति खलु, संज्ञा एव विधानं तस्य। इदानीम् अत्र बाध्यबाधकभावः इति नास्ति खलु, बाध्यबाधकभावः नास्ति अत्र। चतुर्थ अध्याये भवतु तथापि तस्य संज्ञा अस्ति, तर्हि सम्पूर्ण अष्टाध्यायां यदि अत्र अत्र इत्संज्ञा इति वदामः खलु, हल् वर्णस्य इत्संज्ञा इति वदामः, तस्य अर्थः नास्ति तत्र केवलं प्रथमाध्याये एव अथवा प्रथमाध्याये एव तस्य कार्यम् इति नास्ति खलु। सम्पूर्ण अष्टाध्यायां यत्र कुत्रापि हल् वर्णः अस्ति अन्ते तस्य इत्संज्ञा भवति, अतः तस्य प्रसक्तिः सम्पूर्ण अष्टाध्यायाम् अस्ति। एवमेव विभक्तिश्च इति सूत्रस्य प्रसक्तिः न केवलं चतुर्थाध्याये प्रथम न केवलं प्रथम अध्यायस्य चतुर्थपादे, परन्तु सर्वत्र सम्पूर्ण अष्टाध्यायां यत्र कुत्रापि सुप्रत्ययः अस्ति अथवा तिङ्प्रत्ययः अस्ति सर्वत्र तस्य विभक्तिसंज्ञा भवति। अतः यद्यपि तत्र विभक्ति इति विधानं चतुर्थपादे अस्ति तथापि तस्य प्रसक्तिः प्रथमाध्याये। तर्हि यत्र कुत्रापि अष्टाध्यायां विभक्तिः इति शब्दः आगच्छति सर्वत्र तस्य विभक्तिसंज्ञा भवति विभक्तिश्च इति सूत्रेण। स्पष्टं वा भगिनि? भगिनि, अहं रमाशिवरामन् वदामि, विलम्बेन आगतवती। अहम् एकविषयं वदामि, दीस् सूत्रास् आर् नाट् इन् सीक्वेन्शियल् आर्डर्, जस्ट् वन् सेण्टेन्स्, दे केन् बी इन् एनी आर्डर्, ऐ थिङ्क् दट् इस् वाट् शी इस् लुकिङ्ग् फार्। हा, तथा नास्ति भगिनी, दे केन् बी इन् एनी आर्डर् इति नास्ति। वस्तुतः तत्र अग्रे गत्वा वयं ज्ञास्यामः अत्र सूत्रस्य क्रमस्य अपि महत्त्वम् अस्ति, यतोहि एकस्मिन् सन्दर्भे द्वयोः सूत्रयोः प्रसक्तिः अस्ति चेत् कस्य कार्यं भवति इति वयं चिन्तयामः चेत् तत्र क्रमस्य महत्त्वम् अस्ति एव, तत्र बाध्यबाधकभावः इति भवति। परन्तु जानामि अहं, परन्तु इट् इस् नाट् कम्पल्सरि दट् इट् हेस् टु कम् बिफोर्, रैट्? हा हा, हा सत्यं, कम्पल्सरि नास्ति, तथापि अत्र संज्ञासूत्रमस्ति, संज्ञासूत्रम् अत्र यत्र कुत्रापि भवतु नाम तेन न कोऽपि महत्त्वं तेन। अत्र विभक्तिश इति सूत्रं किं वदति, तत्र प्रत्ययस्य संज्ञा विधीयते इति तावदेव वदति खलु। तर्हि यत्र कुत्रापि सम्पूर्ण अष्टाध्यायं सुप्रत्ययस्य तिङ्प्रत्ययस्य विभक्तिसंज्ञा भवति एव इति अत्र तादृशचिन्तनमेव नास्ति, क्रमस्य महत्त्वं नास्ति अत्र। अस्तु, तर्हि अन्य के के सन्ति विलम्बेन, नामोचितं रमा भगिनी अस्ति अनन्तरं। नमस्ते, अहं पाण्डे अस्मि। हा पाण्डे महोदय, नमस्कारः। हा सन्दीप् महोदय अनन्तरं। नमस्कारः, सुमन् अस्मि। सुमन् भगिनी अनन्तरं। ललिता अस्मि। ललिता भगिनी अनन्तरं। क्षम्यताम्। हा चिन्ता नास्ति, अनन्तरं। हा अस्तु, सन्दीप् महोदय, भवतः एव प्रश्नः आसीत् खलु तत्र विभक्ति प्रत्ययस्य विषये, श्रुतवान् वा? हा हा, स्पष्टं वा? स्पष्टं, स्पष्टं, धन्यवादः। हा, यतोहि अत्र किम् आसीत् इत्युक्ते मूलप्रत्ययः तु भिन्नः अस्ति, परन्तु अत्र सुबन्तप्रकरणे सुप्रत्ययस्य स्थाने बहवः आदेशाः भवन्ति, तर्हि अत्र पञ्चमे अन्तं नस् इति प्रत्ययः मूले अस्ति, तस्य स्थाने अन्यत् सूत्रेण आत् इति परिवर्तनं भवति, तर्हि आत् इति तत्रापि आत् इत्यस्यापि प्रत्ययसंज्ञा अस्ति, विभक्तिसंज्ञा अपि अस्ति, तर्हि आत् इति अपि सुप्रत्ययः एव, अतः तस्य तकारस्य लोपः न भवति, न विभक्तौ तु स्मः इत्यनेन। आदेशस्य अपि विभक्ति इति संज्ञा भवति? हा, आदेशस्य अपि विभक्ति, हा, यतोहि मूले तु सुप्रत्ययः अस्ति खलु, मूलप्रत्ययः नस् इति प्रत्ययस्य सुप्संज्ञा अस्ति, अतः तस्य स्थाने यत्किमपि विधीयते, तस्य स्थाने यत्किमपि आदेशरूपेण आगच्छति, तस्यापि सुप्रत्ययसंज्ञा अस्ति, अतः तस्यापि सुप्रत्ययः इति कृत्वा अन्ते तकारः अस्ति इति कृत्वा न विभक्तौ तु स्मः इत्यनेन लोपः न भवति। अस्तु अस्तु, धन्यवादः। अस्तु, तर्हि अग्रे अत्र अस्माकं चतुर्थसूत्रमस्ति, अत्र का वदति, पाण्डे महोदय वदति वा? इत्संज्ञा प्रकरणे चतुर्थसूत्रं किम्? वदति वा पाण्डे महोदय? अस्तु, सन्दीप् महोदय वदतु. आदेशः उपदेशस्य आदौ णिङ् टु डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत् तस्य इति संज्ञा भवति. णिङ् टु डु एते निबन्धाः धातुषु एव भवन्ति, अतः इदं सूत्रं वस्तुतः धातूनां कृते. णिङ् च टु टुः च डुः च तेषाम् इतरेतरद्वन्द्वः णिङ् टु डु बहुवचने णिङ् टु डवाः गुरुशब्दः इव. आदिः प्रथमान्तम्, णिङ् टुडवः प्रथमान्तम्, द्विपदमिदं सूत्रम्. आदिः इति इत् इति च बहुत्वे एकवचनम् अनुवृत्ति सहितसूत्रम्. उपदेशे धातो आदयः णिङ् टुडवः इतः. इत्युक्ते उपदेशे यदि आदि उपदेशस्य आदौ यदि णिङ् टु डु इति वर्णसमूहः अस्ति तस्य इति संज्ञा भविष्यति. सूत्रानुसारेण णिङ् टु डु एते निबन्धा धातुषु एव भवन्ति, अतः सूत्रे णिङ् टु वर्ग वर्णसमूह च ड वर्णसमूह च शब्द वर्णस्य अपि यदि आदि धातुमध्ये यदि आदौ स्थापिताः सन्ति तस्य इति संज्ञा भविष्यति. सत्यं, बहु सम्यक्. आदिर् इटुडवः इति सूत्रं यथा महोदयेन उक्तं, हा सत्यम्. उपदेशावस्थायां यद्यपि हा सत् हा महोदय हा, तर्हि यद्यपि अत्र अत्र अत्र वस्तुतः मतभेदाः सन्ति, कुत्रचित् अत्र धातोः इत्यस्य अनुवृत्तिः न स्वीकृता, तादृशमस्ति चेदपि अत्र एतस्य सूत्रस्य प्रसक्तिः धातोः कृते एव, यतोहि तादृशप्रत्ययः एव नास्ति अथवा तादृश आदेशः नास्ति, आगमः नास्ति यत्र आदौ इ टु डु एते त्रयः वर्णाः आदौ सन्ति इति, तादृशप्रत्ययः एव नास्ति. अतः अत्र वस्तुतः एतस्य सूत्रस्य प्रसक्तिः केवलं धातूनां कृते एव. अतः धातोः उपदेशावस्थायां धातोः आदौ इ अथवा टु डु एतेषु अन्यतमः वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति इति सूत्रं वदति. अस्तु, तर्हि अत्र अग्रे गत्वा अत्र अवशिष्टत्रीणि सूत्राणि सन्ति, इदानीम् अत्र अद्य पठिष्यामः. तस्मात् पूर्वम् अत्र किञ्चिदेव अत्र अस्माकम् अन्यत् पुस्तकमस्ति खलु, प्रक्रिया अनुसारी पाणिनीयधातुपाठः इति पुस्तकम् अस्ति वा सर्वेषां कृते, सर्वेषां पुरतः? कृपया उद्घाटयन्तु तत् पुस्तकं, तत्र पञ्चदशपृष्ठे पेज् 15. अत्र अस्मिन् पुस्तके सर्वे धातवः सन्ति, अत्र तु औपदेशिकधातुः अपि च लौकिकधातुः अपि च लट् रूपमपि लट्लकारस्य रूपमपि वयं प्राप्तुं शक्नुमः. अत्र पृष्ठसङ्ख्या अस्ति 15, तत्र पृष्ठसङ्ख्यायां पश्यामः चेत् अत्र शैलजा भगिनी वदतु अत्र किं किं पश्यति भवती. पञ्चदशसूत्रे इङ् शब्दो नो डुङ् शब्दे आवाज कर्ण भवत्याः पार्श्वे अत्र पुष्पादीक्षित् महोदयाः पुस्तकं नास्ति. प्रक्रियानुसारी पाणिनीयधातुपाठः पुष्पादीक्षित विरचितः. पञ्चदश वादिगणः कर्तरि शप्. तस्मात् पूर्वम् अत्र किम् अस्ति, हेडिङ्ग् किम् अस्ति, शीर्षकः कः? वादिगणः. न, तस्मात् पूर्वम् अत्र अस्ति खलु धातुक्रमाङ्कः, धातु धातुपाठस्य संरचना. अत्र द्वितीयस्तम्भे किमस्ति, धातुः इति अस्ति, प्रथमस्तम्भे धातुपटस्य धातुक्रमाङ्कः धातुपटस्य धातुक्रमाङ्कः इत्युक्ते क्रमेण सर्वे धातवः सन्ति अत्र उपद्विसहस्र धातवः सन्ति खलु अत्र क्रमेण सङ्ख्या अस्ति प्रथमम् एकं द्वे इति आरभ्य अत्र उपद्विसहस्रपर्यन्तं क्रमेण धातुसङ्ख्या अस्ति प्रथमस्तम्भे द्वितीयस्तम्भे धातोः औपदेशिकरूपम् औपदेशिकधातुः तस्य रूपं द्वितीयस्तम्भे अस्ति तदनन्तरम् अत्र तृतीयस्तम्भे निरनुबीध इत्युक्ते निरनुबन्धधातुः निरनुबन्धधातुः इत्युक्ते इत्संज्ञकलोपानन्तरं यः धातुः अस्ति तस्य विषयः भवति तृतीयस्तम्भे तदनन्तरं चतुर्थस्तम्भे धात्वार्थः इत्युक्ते धातोः अर्थः अत्र हिन्दीभाषायाम् अस्ति धातोः अर्थः चतुर्थस्तम्भे तदनन्तरं तत्र अङ्गम् इति किम् इति वयं न दृष्टवन्तः अग्रे ज्ञास्यामः अङ्गम् इति तत्र धातुः अनन्तरं विकरणप्रत्ययः अस्ति खलु प्रत्येकस्मिन् गणे विकरणप्रत्ययः अस्ति खलु यथा भुवादिगणे शप् इति विकरणप्रत्ययः धातुविकरणप्रत्ययोः मेलनेन यत् रूपं वयं प्राप्नुमः तस्य नाम अस्ति अङ्गं तर्हि अङ्गम् इति अत्र पञ्चमस्तम्भे अङ्गम् अत्र अस्ति अनन्तरं षष्ठमस्तम्भे अत्र प्रथमपुरुषे एकवचने लट् लकारस्य रूपम् इति इदानीम् अत्र उदाहरणम् अत्र प्रथमम् उदाहरणं पठतु भगिनि कत्रि शप् न तस्य अनन्तरम् अत्र गुः इत्यस्ति खलु किं मम एकः क्लेशः अस्ति पृच्छामि वा पृच्छतु ओके पूर्वं सूत्रम् आदिङ्गिरुडुडुवः इदानीं टु डु टवर्गं वा टु डु भिन्नभिन्न अक्षरं वा वर्णसमूह टु इति वर्णसमूहः टवर्गीय टवर्गः इति नास्ति टवर्ग टवर्गः न टु एव न हा अत्र यत्र कुत्रापि सूत्रे यत्र प्रथमान्तं भवति अत्र इटूडवः इति प्रथमान्तम् अस्ति यत्र प्रथमान्तम् इत्युक्ते तत्र आदेशः अस्ति खलु यत्र प्रथमान्तम् इति रूपेण अस्ति तत्र टु कु चु इति तत्र संक्षेपे कवर्गीयवर्णः इति नास्ति अत्र टु इत्युक्ते टवर्गीयवर्णः इति नास्ति टु इत्युक्ते वर्णसमूहः एवमेव डु इत्युक्ते वर्णसमूहः न तु टवर्गस्य संक्षेपः किमपि नास्ति ओके ओके अस्तु अत्र शैलजा भगिनी अत्र धातुः अस्ति खलु ऊदुपदाय गोहः तस्य अनन्तरम् उपधाय भगिनी तस्य अनन्तरं तस्य अनन्तरं गुः संवरणे गुहति गुहते संवरणे उपयोगितायाम् इति काशाकृत्सनः तावद् भगिनि तावद् अत्र प्रथमं पश्यामः अत्र प्रथमसङ्ख्या अस्ति एकम् अस्ति अत्र प्रथमः धातुः अस्ति गुः इति धातुः तर्हि प्रथमस्तम्भे औपदेशिकधातुः अस्ति गुः इति धातुः अस्ति तृतीयस्तम्भे तत्र इत्संज्ञकलोपानन्तरं गुः इति अस्ति तर्हि तत्र किं जातम् ऊकारस्य लोपः केन सूत्रेण उपदेशे जनुनासिक इति अहं चिन्तयामि सत्यं कथं ज्ञातवती अच्वर्णः अस्ति प्रायः अनुनासिकवर्णः अतः सत्यम् अतः गुह् इति लौकिकधातुः अस्ति मूले तु दीर्घ ऊकारान्तधातुः आसीत् तर्हि तस्य लट्लकारस्य रूपं भवति गूहति इति रूपं गूहते तर्हि अत्र गुह् इति ह्रस्वकारः कथं दीर्घः जातः इति चेत् तत्र सूत्रमस्ति उदुपदायाः गोहः इति सूत्रमस्ति अग्रे गत्वा पठिष्यामः परन्तु अत्र गूहति इति लट्लकारस्य रूपम् एवमेव अग्रे अत्र भगिनि मम अग्रे पुस्तकं नास्ति भगिनि हा चिन्ता नास्ति यदा हि सन्दर्भः अस्ति चेत् कृपया क्रीणातु पुस्तकं भगिनी अत्र गुः किं पुस्तकं भगिनी पुस्तकं नास्ति हा अहं पूर्वम् ईमेल् प्रेषितवती पुस्तकं कानि पुस्तकानि क्रेतव्यानि इति तद् ईमेल् नास्ति वा मम समीपे दशपुस्तकानि सन्ति अतः नाम किम् इति वदति चेत् प्रक्रिया कथमिति प्रक्रिया अनुसारी पाणिनीयधातुपाठः पुष्पादीक्षित् विरचितः इति पुस्तकम् प्रकरणनिर्देशसम्बन्धितः राङ्ग् इट्स् अ येलो कलर् बुक् पीतवर्णपुस्तकं पीतवर्णीयपुस्तकं प्रक्रियानुसारि पाणिनीयधातुपाठः पुष्पादीक्षित् विरचितः प्रक्रियानुसारि मेबि ऐ डोण्ट् हाव् दट् ऐ हाव् 10 बुक्स् वित् मी अस्तु अग्रे अत्र भगिनी गुः इति किमर्थं न दत्तवती सा गुः इति दत्तवती उपरि चन्द्रबिन्दु नास्ति हा चन्द्रबिन्दु इदानीन्तनकाले पुस्तके नास्ति न दृश्यते भगिनी वस्तुतः तत्र चन्द्रबिन्दुः भवेत् परन्तु न जाने किमर्थम् इदानीन्तनपुस्तके तादृशं नास्ति कुत्रापि न लभ्यते चन्द्रबिन्दुः अनुनासिक अच् एव इत् भवति खलु सत्यं सत्यं भवती यत् वदति अहम् अवगच्छामि परन्तु तथा नास्ति वयम् ऊहां कर्तुं शक्नुमः अनुनासिकः आसीत् ततः एव अत्र तस्य लोभः अभवत् इति ऊहां कर्तुं शक्नुमः वस्तुतः अनुनासिकः अस्ति गुः इति अनन्तरं तुस्मा इति वर्णसमूहः अस्ति तत्र तु तवर्गीयवर्णः वा परन्तु आर् तु इति एव वा तत्र तु इति तवर्गीयवर्णः अस्ति भगिनि तत्र तु इति तवर्गीयवर्णः अस्ति अत्र कथं ज्ञायते इति चेत् अत्र व्याख्यानं पश्यामः चेत् ज्ञातुं शक्नुमः यतोहि अत्र सूत्रं दृष्ट्वा क्लेशः भवितुम् अर्हति अतः टीकाग्रन्थं कुत्रचित् दृष्ट्वा स्पष्टं भवति स्पष्टीकर्तुं शक्नुमः अस्तु तर्हि अत्र भवती एव द्वितीयः धातुः कः अस्मिन् पुस्तके द्वितीयः धातु गाङ् गतौ गा इति तद् किं निधा इत्युक्ते इत्युक्ते निर् अनुबन्धलोपानन्तरम् इत्युक्ते इत्संज्ञकवर्णानां लोपानन्तरम् इत्संज्ञकवर्णानां लोपानन्तरं गाङ् इति धातोः गा इति रूपं भवति तस्य अर्थः भवति जाना गा इति अङ्गः प्रथमपुरुष एकवचनस्य रूपं भवति गाते तर्हि अत्र किं जातं औपदेशिकधातुः अपि च लौकिकधातुः किं जातं ङ इति अनुनासिक वर्णस्य अन्तिमे यत् अनुनासिकपदं भवति तद् तस्य लोपः भवति केन सूत्रेण हलन्त्यम् इति सूत्रेण सत्यं हल्व व्यञ्जनमस्ति हल्वर्णः अस्ति कवर्गस्य पञ्चमवर्णः अस्ति हल्वर्णः अतः हलन्त्यम् इति सूत्रेण तस्य लोपः भवति लोपः भवति गाङ् इति औपदेशिकधातुः गा इति लौकिकधातुः तर्हि गाते इति लट्लकारस्य रूपं हा इति अत्र विषयः अस्ति इदानीम् अत्र अग्रे गत्वा भवती एव अस्मिन्नेव पुस्तके अत्र अन्ततो गत्वा धात्वनुक्रमणिका इति अस्ति अत्र पृष्ठसङ्ख्या अस्ति 281 वस्तुतः 280 80+ 200 धात्वनुक्रमणिका द्वात्वनुक्रमणिका इति अस्ति तत्र प्रथमम् अ इति अस्ति खलु तत्र अक इति अस्ति पश्यति वा आम् तस्य अनन्तरं संज्ञा का अत्र अनन्तरम् अकि न तत्र अक इत्यस्य अनन्तरं संज्ञा अस्ति खलु संख्या संख्या पञ्चाधिकचत्वारिंशत् न द्विशतं पञ्चचत्वारिंशत् 245 इति अस्ति 245 इति अत्र 245 इति अत्र पृष्ठसङ्ख्या नास्ति 245 इति पृष्ठसङ्ख्या नास्ति तत्र धातोः क्रमः अस्ति कुत्र अस्ति इदानीम् अत्र धातोः सङ्ख्या अपि अस्ति वा हा धातोः धातुपाठे 2000 धातवः सन्ति खलु तर्हि तेषु अत्र 245 इति तस्य सङ्ख्या तर्हि अत्र प्रथमसङ्ख्या कस्य धातोः प्रथमसङ्ख्या कस्य धातोः इति अनन्तरं पश्यामः इदानीम् अत्र कुत्रचित् म्यूट् करोतु कृपया पेज् 36 हा हा इदानीम् अत्र हा 245 कुत्र भवति इति द्रष्टव्यं 245 इति हा पेज् 36 षट्त्रिंशत्तमे पृष्ठे षट्त्रिंशत्तमे पृष्ठे अन्ते अन्ते पश्यति वा भगिनि विजयलक्ष्मी भगिनि अककुटिलायां सर्वे प्राप्तवन्तः वा अस्तु तत्र पेज् 36 अत्र धातुसङ्ख्या गणप्रकारे न गच्छति खलु यथा प्रायः बृहद्धातुकुसुमाकरे हा अत्र गणसङ्ख्या अपि अस्ति परन्तु अस्माकं कथम् अन्वेषणीयम् इत्यस्य कृते अहं किञ्चित् वदन्ती अस्मि यदि भवती जानाति भवादिगणे एव अस्ति धातुः इति चेत् तर्हि तस्मिन् गणे एव गत्वा भवती ज्ञातुं शक्नोति नो चेत् अत्र भवती किमपि न जानाति धातुः एव जानाति तर्हि अक् इति धातुः इति जानाति चेत् तर्हि तत्र अन्ततो गत्वा तत्र इण्डेक्स् मध्ये दृष्ट्वा ज्ञातुं शक्नोति कुत्र अस्ति इति तर्हि हा वदतु अककुटिलायाम् अक् इति पदं भवति धातु भवति लौकिकधातु कुटिल् चलना टेढा चलना अङ्गस्य रूपं भवति अक् रमा भगिनी कृपया म्यूट् करोतु भगिनी ध्वनिः अस्ति हा विजयलक्ष्मी भगिनी अककुटिलायाम् अक् इति लौकिकधातु कुटिल् चलना इति अर्थः टेढा चलना इत्यपि अर्थः अक इति अङ्गं तस्य प्रथमपुरुष एक वचनम् अकति इति अत्र लौकिकधातु अत्र औपदेशिकधातुः कः औपदेशिकधातु अक लौकिकधातु अक् तत्र किं जातम् अच् भवति हा प्रथमसूत्रात् उपदेशे अजनुनासिका इत् तत्र अकारस्य लोपः भवति अनन्तरम् अक् इति रूपम् अवशिष्यते सत्यम् एवमेव सर्वत्र वयम् अत्र लौकिकरूपं दृष्ट्वा लौकिकधातुं दृष्ट्वा वयम् अनन्तरम् औपदेशिकधातुं दृष्ट्वा तत्र तयोः भेदः कः इति ज्ञात्वा कस्य सूत्रस्य कार्यम् अत्र जातम् इति अपि ज्ञातुं शक्नुमः एवमेव सर्वत्र वयं द्रष्टुं शक्नुमः पुटसङ्ख्या षट् त्रिंशत् इति कथं मया कथं न अत्र अत्र अक इति अत्र धात्वानुक्रमणिका इति इण्डेक्स् मध्ये पश्यति चेत् अक इत्यस्य अनन्तरं 245 इति सङ्ख्या अस्ति तर्हि भवती अत्र सम्पूर्णपुस्तके कुत्र लेफ्ट् कालम् मध्ये कुत्र 245 भवति इति पश्यति चेत् अत्र धातोः सङ्ख्या अस्ति 245 अत्र पेज् पृष्ठसङ्ख्या 36 मध्ये 245 अस्ति अतः तत्र अस्ति इति ज्ञातुं शक्नोति ओ मापिका नास्ति 245 236 इति किमपि टेबल् नास्ति न अत्र अत्र पुस्तके अन्वेषणे प्रतिपुटं पश्यामि चेत् एव अहं कुत्र अस्ति आदौ अत्र 245 इत्युक्ते आदौ एव भवति खलु तर्हि आदौ भवति पश्यति चेत् अत्र आदौ कुत्रचित् भवति क्रमेण भवति एकं द्वे त्रीणि चत्वारि इति क्रमेण भवति तर्हि 245 इति वयं ज्ञातुं शक्नुमः आदौ कुत्रचित् भवति यदि अत्र 1000 इति अस्ति चेत् तत्र मध्ये कुत्रचित् अस्ति इति किञ्चित् अन्वेषणीयम् आन्लैन् मध्ये अपि इदानीन्तनकाले टूल्स् अस्ति अष्टाध्यायी.com सर्वम् अस्ति परन्तु पुस्तकरूपेण यदि वयं द्रष्टुम् इच्छामः चेत् तत्रापि लाभः अस्ति खलु पुस्तकेन साक्षात् अस्माकं पुरतः कथम् अस्ति इति ज्ञातुं शक्नुमः अत्र प्रक्रिया अपि अस्ति सूत्राणि सन्ति सर्वम् अस्ति सूत्राणि रूपेण लभ्यते सत्यं बहु सम्यक् अस्ति पुस्तकं बहु सम्यक् अस्ति अतः द्रष्टुं शक्नुवन्ति अग्रे गत्वा वयम् इतोपि अधिकम् एतस्य प्रयोगं कुर्मः अस्तु तर्हि अग्रे अत्र अस्माकं करपत्रं प्रति आगच्छामः अत्र कोऽपि प्रश्नः वा एतावता अस्तु अस्तु तर्हि अत्र रामनाथन् महोदय पठति वा त्रीणि सूत्राणि भगिनि अत्र अङ्गम् इत्युक्ते विकर्णप्रत्यय अनन्तरं किं विकर्णप्रत्ययस्य योजनानन्तरं यद् रूपं भवति तदेव अत्र अङ्गम् यतोहि अत्र तिङ् प्रत्ययस्य कृते यत् अङ्गम् इति तत् तादृशचिन्तनं तर्हि अक भ्वादिगणे एव आगच्छति इति मन्ये अक इति भ्वादिगणे धातुः अस्ति अक् इति अक भवति अनन्तरम् अकति सत्यं सम्यक् अङ्गम् इत्यस्य विषये चिन्ता नास्ति इदानीं यतोहि वयं न पठितवन्तः अङ्गम् इति अग्रे गत्वा पठिष्यामः इदानीम् अत्र लौकिकधातुः कः औपदेशिकधातुः कः तयोः भेदः कः कथं ज्ञायते केन सूत्रेण इत्संज्ञा भवति तद् अवगच्छति चेत् पर्याप्तम् इदानीम् अत्र गृहपाठरूपेण सर्वे पुस्तकं स्वीकृत्य पश्यन्तु दशधातून् स्वीकृत्य पश्यन्तु अत्र कस्य सूत्रस्य प्रसक्तिः किं कार्यं भवति केन इत्संज्ञा भवति सर्वम् अत्र गृहपाठरूपेण पश्यन्तु अस्तु श्रूयते वा भगिनि हा श्रूयते पठतु त्रीणि सूत्राणि उपदेश अवस्थायां प्रत्ययेषु एव शः प्रत्ययस्य प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य इत् संज्ञा भवति शः प्रथमान्तं प्रत्ययस्य षष्ट्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदिः शः इत् आदौ विद्यमानौ धातोः शकारः इति सूत्रेण इत्संज्ञा भवति कस्य आदौ सारि प्रत्ययस्य आदौ विद्यमानः शकारः शः प्रत्ययस्य इति सूत्रेण इत्संज्ञा भवति इत् भवति सत्यम् अग्रे त्रीणि सूत्राणि सन्ति तानि सर्वाणि अपि केवलं प्रत्ययानां कृते एव अतः शः प्रत्ययस्य हा शः प्रत्ययस्य यथा भवान् उक्तवान् अत्र शः प्रत्ययस्य इति चेत् प्रत्ययस्य आदौ शकारः चेत् तस्य संज्ञा भवति तर्हि अत्र अग्रे अत्र शः इत्यस्य विभक्तिः का अग्रे पठामः वा शः इत्यस्य विभक्तिः का शः षष्ट्यन्तम् शः इदानीं प्रथमान्तम् इति दत्तं शः प्रथमान्तं प्रत्ययस्य षष्ट्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिः उपदेशे इति अनुवृत्तिः अपि च अपि च अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदिः शः इत् इति आदिः इति पदं कुतः आगतः आदिः प्रथमान्तं कुतः आगतः सुब्दे नास्ति खलु, सुब्दे केवलं शः प्रत्ययस्य इति एव अस्ति, शः प्रत्ययस्य. तर्हि भवान् उक्तवान् उपदेशे अपि च इत् तयोः अनुवृत्तिः अस्ति, तर्हि आदिः इति पदम् आदिः आदिः अस्ति चेत् आदौ विद्यमानः शकारः. सत्यं सत्यम्, आदिः इति पदं कुतः आगतः अत्र? आदिरीटिडवः इति सूत्रात् आदिः इति पदस्य अनुवृत्तिः. अनुवृत्तिः, हा, आदिः पदस्य अनुवृत्तिः. तर्हि अत्र सूत्रस्य अर्थः कः इति चेत् उपदेशे, उपदेश अवस्थायाम् इति, उपदेश अवस्थायां सप्तम्यन्तं पदमस्ति. उपदेश अवस्थायां प्रत्ययस्य आदिः, अत्र प्रत्ययस्य इति चेत् प्रत्ययस्य इति स्थानी अस्ति. सामान्यतया षष्ट्यन्तं पदम् इति चेत् वयं वदामः स्थानी इति वदामः, परन्तु अत्र प्रत्ययस्य आदिः, तर्हि तत्र सम्बन्धः अस्ति. यत्र सूत्रेषु सम्बन्धः सम्बन्धः सूच्यते तत्र स्थानी इति अर्थः नास्ति. अत्र प्रत्ययस्य आदिः इति चेत् तत्र प्रत्ययस्य स्थाने इति नास्ति, प्रत्ययस्य आदिः, तत्र अवयव अवयवीभावः अस्ति. एकः प्रत्ययः अस्ति, तस्य आदौ यः शकारः इति अर्थः. यदि अहं वदामि हस्तः इति वदामि चेत् हस्तः शरीरस्य अङ्गम् अस्ति, तर्हि हस्तः अपि च शरीरं तयोः अवयव अवयवीभावः अस्ति. एवमेव अत्रापि प्रत्ययस्य आदिः यः शकारः, तयोः शकारस्य अपि च प्रत्ययस्य तयोः अवयव अवयवीभावः सम्बन्धः अस्ति. अतः अत्र स्थानार्थे नास्ति, परन्तु सम्बन्धार्थे अस्ति. अतः प्रत्ययस्य आदिः यः शकारः, तस्य इत्संज्ञा भवति इति अर्थः. अस्तु महोदय, अग्रे पठतु. अग्रे आयास्यति महोदय, पठतु. भगिनि, वन् मिनिट्, उमा हियर्. अवयव अवयवीभावसम्बन्ध इदानीं भगिन्याः वदितुम् आसीत्. तस्य व्याख्यानं किमर्थं, तस्य उपयोगः किमर्थम् इति वा? हा, अत्र इत्युक्ते अत्र वयं पठितवन्तः खलु पूर्वं षष्टिविभक्तिः इत्युक्ते तस्य अर्थः कः? षष्टिविभक्तिः इत्यस्य अर्थः कः सूत्रेषु? सम्बन्धे षष्टि न, सामान्यतया सूत्रेषु षष्टिविभक्तिः इत्युक्ते तस्य अर्थः कः? स्थानि इति वदामः खलु, स्थानि, तस्य स्थाने किमपि कार्यं भवति इति चिन्तयामः. तर्हि अत्रापि प्रत्ययस्य इति षष्ट्यन्तं पदम् अस्ति, तर्हि तत्र स्थाने किमर्थं नास्ति इति चेत् अत्र यत्र सम्बन्धः बोध्यते तत्र स्थानि न भवति. तर्हि प्रथमतया सम्बन्धः अस्ति वा इति द्रष्टव्यम्. यदि वयं वदामि दशरथस्य पुत्रः इति वदामि चेत् दशरथः अपि च पुत्रः तयोः सम्बन्धः अस्ति, सम्बन्धस्य सूचकः अस्ति. इदानीम् अत्र प्रत्ययस्य आदिः शः इति वदामि चेत् तत्रापि सम्बन्धस्य सूचकः अस्ति, इत्युक्ते प्रत्येकः प्रत्ययः अस्ति, तस्य आदौ किमपि अस्ति इति अर्थः. अतः यत्र सम्बन्धस्य सूचना भवति तत्र स्थानी न भवति इत्येव. हा, विषयषष्टि इति किमपि नास्ति भगिनि, अत्र सम्बन्धार्थे अस्ति, सम्बन्धषष्टि. महोदय अग्रे पठतु. जल्पम् इति औपदेशिकधातुः, योग शाकान् प्रत्ययः, उपदेशे अनुनासिक इत् अदन्त्यं शः प्रत्ययस्य इति सूत्रे इत्संज्ञा, तदा तस्य लोपः इत्यनेन लोपः. जल्पम् इति अन्तिम चन्द्रबिन्दुः अनुनासिक अच् अनुनासिक इत् सो जल्प् इति अवशिष्यते. शाकान् महोदय कुत्रतः पठति? करपत्रं भगिनि, इत्संज्ञाप्रकरणम् इति करपत्रमस्ति खलु. मम ई पत्रे आसीत् शाक् शाकन् इति प्रत्ययस्य आदौ शकारः अस्ति, शकारः इत्संज्ञा आकन् इति अवशिष्यते, परन्तु हलन्तिम् इति सूत्रेण नकारः इत् सो आक इति निरनुबन्धरूपम्, अन्तिमरूपं जल्पाक इति प्रातिपदिकम् अवशिष्यते. जल्पाकः इति यः बहु वदति इत्यर्थः. जल्पाकः इति प्रथमान्तविभक्ति एकवचनं. सत्यं सत्यं. तर्हि तर्हि इदानीम् अत्र बहु किमपि अस्ति. तर्हि अत्र इदानीम् अत्र शः प्रत्ययस्य इति सूत्रं केवलं प्रत्ययानां कृते एव इति अस्ति. तर्हि प्रत्ययमेव स्वीकुर्मः. इदानीं शाकन् इति प्रत्ययः अस्ति, शाकन्. तर्हि शाकन् इति प्रत्ययं स्वीकृत्य अत्र लता भगिनी वदतु, शाकन् इति प्रत्यय किं किं भवति? अहं न जानामि भगिनि शाकन् प्रत्यय. भवती जानाति शाकन् प्रत्ययः इति, त्यजतु. शाकन् प्रत्यये अत्र कस्य इत्संज्ञा भवति? आदौ शकारः अन्तिमे नकारः. अवगच्छति वा भगिनि? शाकन् इति प्रत्ययः अस्ति, तत्र अन्ते कः वर्णः अस्ति? नकारः कीदृशवर्णः? हलन्त हल् वर्णः. हल् वर्णः. तर्हि तर्हि प्रत्ययस्य अथवा धातुः अथवा आगमः आदेशः तस्य अन्ते हल् वर्णः अस्ति चेत् तस्य इत्संज्ञा केन सूत्रेण भवति? हलन्त्यं सूत्र. हलन्त्यम् इत्यनेन नकारस्य इत्संज्ञा भवति. अस्तु, तर्हि शाक इति अस्ति. इदानीम् अत्र अन्यत् किमपि अस्ति वा कार्यम्? इदानीमेव पठितवन्तः खलु शः प्रत्ययस्य इति सूत्रं. तत् सूत्रं किं वदति? प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य इत्संज्ञा भवति. तर्हि अत्र प्रत्ययस्य आदौ किमस्ति? अतः शु प्लस् आ इति अस्ति. तस्य कस्य इत्संज्ञा भवति? तर्हि किम् अवशिष्यते इदानीं? अक्क नास्ति. पुनः वदतु. इफ् ऐ स्प्लिट् शु प्लस् अ प्लस् क प्लस् अ प्लस् न नकार अस्ति अत्र शाकन् पदे. शकार गच्छति चेत् अकारः तत्रैव आकारः खलु. आकार दीर्घस्वर आ. तर्हि किम् अवशिष्यते इत्संज्ञालोपानन्तरम्? आक. आक सत्यम्. आक अवगच्छति खलु? ओके अवगतम्. आक इति अवशिष्यते. तर्हि जल्प् इति धातोः तत्र किं भवति? जल्प जल्प जल्प तत्र चन्द्रबिन्दु अस्ति, तद् इत्संज्ञा भवति. केन सूत्रेण? अन्तिम अकार अनुनासिक अकारः इत्संज्ञा. सत्यं सत्यं. भगिनी वदतु. तत्र उपदेशे जनुनासिक इत्. तर्हि किम् अवशिष्यते? जल्प् ओन्लि ओन्लि जल्प्. तर्हि जल्प् इति धातोः विषये जल्प् इति लौकिकरूपं, प्रत्ययस्य विषये आक इति लौकिकरूपं. तर्हि जल्पाक इति प्रातिपदिकम्. वन् हु टाक्स् टु मच्. बहु वदति. सत्यम्. अवगतं खलु? तर्हि यत्र कुत्रापि प्रत्ययः यत्र कुत्रापि म्यूट् करोतु भगिनि. यत्र कुत्रापि प्रत्ययः अस्ति, प्रत्ययस्य आदौ षकारः अस्ति चेत् तस्य इत्संज्ञा भवति शः प्रत्ययस्य इति सूत्रेण. अवगतं खलु? अस्तु अवगतं. अस्तु सन्दीप् महोदय अग्रे पठतु. चुटु प्रत्ययस्य आदौ चवर्गीय अथवा टवर्गीयः वर्णः भवति चेत् तस्य वर्णस्य इत्संज्ञा भवति. चुश्च टुश्च तयोः इतरेतरद्वन्द्वः चुटु द्विवचने गुरुशब्दः इव. चुटु प्रथमान्तम् एकपदम् इदं सूत्रम् वचनविपरिणामं क्रियते. अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि चुटु इतौ. अत्र चुटु सूत्रे प्रत्ययस्य आदौ चवर्गीयवर्णः अथवा टवर्गीयवर्णः अस्ति चेत् तस्यापि तेन तेषामपि इत् संज्ञा भवति. अत्र वचनविपरिणामं क्रियते इत्युक्ते किम्? हा इदानीं पश्यामः. अत्र चुटु इत्यस्य विभक्तिः का? विभक्ति प्रथमान्तं. प्रथमान्तम् अनुवृत्तिसहितसूत्रं पठतु. उपदेशे प्रत्ययस्य आदि चुटु इतौ. तर्हि अत्र सूत्रे एकमेव पदमस्ति, चुटु इति पदमस्ति. चुटु इति पदं प्रथमान्तम् अस्ति. तत्र वचनं किम्? द्विवचनं. द्विवचनमस्ति. यदा अत्र गुरु इति शब्दस्य द्विवचने किं भवति? गुरु. गुरुः गुरु एवमेव अत्र चुटु इति अस्ति. चुटु इति अनुवृत्तिसहितसूत्रे अत्र कानि पदानि अनुवृत्तानि? उपदेशे प्रत्ययस्य आदि इतौ. हा उपदेशे प्रत्ययस्य आदि इतौ. उपदेशे कस्मात् सूत्रात्? प्रथमसूत्रात्. उपदेशे जननासिक इति सूत्रात् उपदेशे इति आगतः. प्रत्ययस्य शः प्रत्ययस्य इति सूत्रात्. आदि आदिर्निटुडवः सूत्रात्. इतौ इत् इति प्रथमसूत्रे अस्ति. उपदेशे जननासिक इत् तस्मात्. सत्यम्. आदि इति पदम् अत्र आदि रिटुडवः इत्यस्मात् सूत्रात् इति उक्तं. परन्तु तत्र सूत्रे आदिः इति अस्ति खलु? अत्र वचन भिन्न अस्ति. द्वितीय द्विवचनम् अस्ति अत्र. हा आदिः आदि आदयः खलु. आदि इति द्विवचने अस्ति. अतः अत्र वचनपरिणामं कृत्वा अत्र वचनस्य परिवर्तनं कृत्वा अत्र स्थापितमस्ति. यतोहि अत्र अत्र विशेषणविशेष्यभावः अस्ति खलु. अतः चुटु इति पदं द्विवचने अस्ति. अतः आदि इति पदमपि द्विवचने अस्ति. अवगतम्. आदि परन्तु प्रत्ययस्य अङ्गः भगिनी, आदि न भवति. किं? प्रत्ययस्य आदौ चुटु इतौ. आदि किमर्थम्? किमर्थम् आदौ इति वदति? प्रत्ययस्य आदि. प्रत्ययस्य आदि न प्रत्यय इतौ. न प्रत्ययस्य आदि चुटु इतौ. आदि चुटु इतौ वर्णौ इति अस्ति. आदि चुटु इतौ वर्णौ. इतौ वर्णौ कीदृशवर्णौ इति चेत् चुटु चवर्गीयवर्णौ, चवर्गीयवर्णः अथवा चवर्गीयवर्णाः, टवर्गीयवर्णाः. तर्हि चुटु वर्णौ आदि इतौ इति विशेषणविशेषभावः अस्ति. अत्र आदि वर्णौ इति शब्दस्य विशेषणं सत्यं. वर्णौ इति पदं विशेष्यम् अस्ति. वर्णौ कीदृशवर्णौ इति चेत् आदि वर्णौ आदि इति विशेषणमस्ति छुटु इति अपि विशेषणमस्ति अनन्तरम् इतौ अपि विशेषणम् अस्तु तर्हि अग्रे अत्र सूर्यकुमारी भगिनी पठति वा रमयोगः रामयोगः जस् भगिनी अत्र वचनविपरिणामं किमपि न दृश्यते चुटु अपि द्विवचने एव आदि इति अस्ति खलु आदि ओ आदि आदि ह्रस्व सूत्रे ह्रस्वः अत्र आदि विपरिणामं भूत्वा आदि भवति सूत्रे आदिः इति तत्र विभक्तिः का तत्र आदि आदि इन् द बिगिनिङ्ग् सप्तमी इस् इट् आदिः इति तत्र तत्र किं प्रथमान्तमस्ति खलु आदिः इति प्रथमान्तम् एकवचनं प्रथम एकवचनमस्ति आदिः परन्तु अत्र आदि इति प्रथमा अत्र द्विवचनमस्ति प्रथमाविभक्तिः द्विवचनं खलु अतः अत्र अत्र अत्र सम्यक्तया अन्वयः भवतु यदि अत्र प्रथमविभक्ति विभक्त्यामेव स्थापयामः चेत् अत्र अन्वयः सम्यक् न भवति खलु विशेषणमस्ति यदि अत्र विशेष्यम् अत्र द्विवचने अस्ति प्रथमाविभक्तिः द्विवचने विशेष्यम् अस्ति चेत् विशेषणमपि तथैव भवतु खलु तत्र सूत्रं किम् अत्र श्लोकः कः कोऽपि वदति वा उपदेशे प्रत्ययस्य आदि चुटु इतौ न न तद् नास्ति विशेषणं विशेष्यम् अनुसृत्य भवति तदर्थं श्लोकः अस्ति श्लोकः कः अत्र सुमन् भगिनी वदतु लिङ्गं यत् वचनं या च विभक्ति विशेष्यस्य तत् लिङ्गं तद् वचनं सा विभक्ति विशेषणम् अस्य अपि विशेषणस्यापि यल्लिङ्गं यद्वचनं या च विभक्तिः विशेष्यस्य तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्यापि अवगतं खलु तर्हि यत्र कुत्रापि विशेषणविशेष्यभावः अस्ति तत्र विचनं वचनं लिङ्गं विभक्तिः सर्वं समानं भवति खलु सो आदिपद एकवचने आसीत् सूत्रे अत्र आदि इट् फालोस् चुटु वर्ड् चुटु वर्णौ ओके इतौ यस् यस् चुटु वर्णौ द्विवर्णः वर्णौ चु इति संक्षेपेण चु इति एकः समूहः अस्ति चवर्ग्यवर्णानां समूहः अस्ति चु टु इति तवर्ग्यवर्णानां समूहः अस्ति द्वयोः मिलित्वा चुटु इति भवति टवर्ग इस् ओन्लि टु ह्रस्व हियर् इवन् टु हेस् बिकम् दीर्घ ओके ओके अवगतं भगिनि अस्तु आदिनिटुडवः अत्र टु टवर्ग नास्ति परन्तु चुटु इति सूत्रे टु पूर्वं वर्गः सत्यं कन्फ्यूसिङ्ग् हा किञ्चित् आरम्भे तथा अस्ति सर्वत्र तथा नास्ति भगिनि अत्र अत्र आदिरिटुडवः इति विशिष्टसूत्रमस्ति अत्र वर्णसमूहस्य विषयः अस्ति परन्तु टु डु टूडु इति पश्यति चेदेव ज्ञातुं शक्नुमः यतोहि उपरि चन्द्रबिन्दु आसीत् चेत् सम्यक् भवति चू टु इति कन्फ्यूजन् एव नास्ति चू इत्युक्ते च वर्ग टु इत्युक्ते ट वर्ग तद्वत् खलु कुत्रापि अहं दृष्टवती चू इति च चू तस्य उपरि चन्द्रबिन्दु अस्ति चेत् सत्यं सत्यं वस्तुतः तत्र अनुदित् सवर्णस्य प्रत्ययः इति सूत्रमस्ति तेन सूत्रेण अत्र ये उदितः उदितः इत्युक्ते यस्य उकारस्य इत्संज्ञा भवति ते उदितः उदितः अस्ति चेत् सवर्णानां ग्रहणं भवति अतः अत्र सत्यमेव उकारस्य तत्र वस्तुतः इत्संज्ञा अस्ति अतः एव तत्र चु इत्युक्ते सर्वेषां वर्णानां ग्रहणं चु इत्युक्ते सर्वे इत्युक्ते सर्वे चवर्गीयवर्णानां ग्रहणं टु इत्युक्ते सर्वे टवर्गीयवर्णानां ग्रहणं अस्तु अस्तु तर्हि अग्रे अत्र सूर्यकुमारी भगिनी रामयोगः जस् चुटु सूत्रेण इत्यनेन जकारस्य इत्संज्ञ तदा तस्य लोपः इत्यनेन लोपः रामयोगः अस् रामाः ज ज लोपः चुटु सूत्रेण अस्येव स्थितः रामयोगः अस् रामाः तर्हि जस् इति प्रत्ययः अस्ति जस् इति प्रत्ययस्य आदौ कः वर्णः आदौ ज इत्यस्य लोप इत्संज्ञा केन सूत्रेण चुटु इति सूत्रेण हा जकारस्य इत्संज्ञा चुटु इति सूत्रेण यतोहि जकारः प्रत्ययस्य आदौ अस्ति अन्ते नास्ति आदौ अस्ति अन्ते यः सकारः अस्ति तस्य लोपः भवति वा न भवति किमर्थं चुटु सूत्रेण चुटु सूत्रेण आदौ यः जकारः अस्ति तस्य इत्संज्ञा समीचीनम् परन्तु अन्ते यः सकारः अस्ति तस्य केनचित् सूत्रेण इत्संज्ञा भवति वा सत्यं सत्यं बहु सम्यक् तत्र सकारः हल् वर्णः अस्ति तर्हि हलन्त्यम् इति सूत्रेण तस्य लोपः भवति स्म परन्तु चस् इति प्रत्ययः सुप्रत्ययः सुप्रत्ययेषु अन्यतमप्रत्ययः अस्ति जस् इति यत्र प्रथमाविभक्तिः बहुवचने जस् इति प्रत्ययः अस्ति तर्हि जस् इति प्रत्ययस्य अन्ते सकारः अस्ति तर्हि सकारः अत्र लोपः न भवति किमर्थमिति चेत् न विभक्तौ तु स्मः इति सूत्रेण निषेधः अतः सकारः तिष्ठति तर्हि किं किम् अवशिष्यते विसर्गः न न अत्र जस् इति हा अस् इति अवशिष्यते सम्यक् अस् इति अवशिष्यते तर्हि तत्र रामाः इति रूपं निष्पन्नं तत्र सकारस्य ऋत्वविसर्गः विसर्गं कृत्वा विसर्गः अन्ते अन्ते विसर्गः आगच्छति रामाः इति रूपम् अस्तु सम्यक् समीचीनम् अग्रे अत्र रमा भगिनी अग्रे पठति वा संशयमपि अस्ति आदर् निटुडवः चुटु डिफ्रेन्स् एक्साक्ट्लि वाट् इस् द डिफ्रेन्स् बिकास् टु इस् कवर्ड् इन् बोत् द प्लेसस् हा चुटु इति सम्यक् अस्ति प्रश्नः चुटु इति टु इति तत्र अत्र टु इत्युक्ते सर्वेषां टवर्गीयवर्णानां विषयः अस्ति तत्र टु इत्युक्ते केवलं टु इति वर्णसमूहः न तु टकारः आदिरीटुडवः इति सूत्रे टु इत्युक्ते न न टकारस्य विषयः नास्ति टु इत्युक्ते टकारः अनन्तरम् उकारः वर्णसमूहः टु इति वर्णसमूहः तर्हि धातोः आदौ अवगच्छामि परन्तु अत्र चुटु इति तत्र वर्णसमूहः नास्ति टु इत्युक्ते टवर्गीयवर्णानां भवती उक्तवती संशयम् अस्ति इति उक्तवती संशयम् अस्ति संशयम् अस्ति तत्र तत्र कोऽपि वदति वा वाक्यं समीचीनमस्ति वा संशयं संशयः संशयः किमर्थं अत्र अत्र वाक्ये संशयः इति अत्र वाक्ये किम् अस्ति कर्तृपदमस्ति हा कर्तृपदमस्ति खलु वाक्ये संशयः इति अज्ञातुः कर्मपदं स्वीकरोति वा अकर्मकधातुः अस्ति अस्तु सम्यक् समीचीनं केवलम् अवगमनार्थम् उक्तवती भगिनी तावदेव सम्यक् धन्यवादः अग्रे यत्र कुत्रापि भवति अथवा अस्थातुः अस्ति इति वदामः चेत् तत्र कर्मपदं कदापि न स्वीकरोति अतः वाक्ये किञ्चित् अवधानं दातव्यं संशयः अस्ति प्रायः सा चिन्तितवती नपुंसकलिङ्गपदम् हा भवतु नाम तथापि अत्र अकर्मकः सकर्मकः इत्यस्य विषयः अपि अस्ति खलु कर्मपदं नास्ति किन्तु नपुंसकलिङ्गपदम् अस्ति चेत् संशयं हा तथा भवितुम् अर्हति परन्तु तथापि पुस्तकं नास्ति सत्यं प्रथमाविभक्ति सत्यं पुस्तकं नास्ति सत्यं संशयः पुल्लिङ्गशब्दः लशक्वत् तद्धिते प्रत्ययस्य आदौ लकारः शकारः कवर्गीयः च वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति किन्तु तद्धितप्रत्यये न लश्च शश्च कुश्च तेषां समाहारद्वन्द्वः लशकु न तद्धितम् अतद्धितं नैतत्पुरुषः तस्मिन् अतद्धिते लशकु प्रथमान्तम् अतद्धिते सप्तम्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि लशकु अतद्धिते प्रत्ययस्य कृत्प्रत्यये अधिकम् अहं पश्यामि एतत् सूत्रं सूत्रस्य अप्लिकेशन् प्रत्ययस्य आदौ लकारः शकारः कवर्गीयः वर्णः अस्ति चेत् तानि सर्वाणि तस्य तेषाम् इत्संज्ञा किन्तु तद्धितप्रत्यये न तद्धिते तद्धितप्रत्यये न भवति लश्च शश्च कुश्च तेषां समाहारद्वन्द्वः एकक्षणं भगिनि क्षम्यताम् अत्र रविकला भगिनी कृपया म्यूट् करोतु भगिनि वदतु लश्च शश्च कुश्च समाहारद्वन्द्वः अस्ति लशकु न तद्धितं नैतत्पुरुष अतद्धितं लशकु योगः अतद्धितं सन्धि सन्धिं कृत्वा लशक्वत् तद्धिते भवति लशकु प्रथमाविभक्ति अतद्धिते सप्तमी द्विपदमिदं सूत्रम् ओन्लि टु पदम् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते उदाहरणं पश्यति चेत् अति सुलभमस्ति कवतु इक्त इक्त्वा शत्र शान शप् ल्युट् ल्युट् एतानि सर्वाणि कृत्प्रत्यये अहं पश्यामि एते सर्वे कृत्प्रत्यये एतेषु सर्वेषु कृतेषु अहं पश्यामि उपदेशे अत्र अत्र सूत्र अनुवृत्तिसूत्रं पुनः पठतु उपदेशे उपदेशे प्रत्ययस्य आदि लशकु इत् अत्तद्दिते लशकु इत् संज्ञा भवति प्रत्ययस्य आदि यदि आगच्छति परन्तु तद्धित तद्धितप्रत्यये न सत्यं तर्हि उपदेश अवस्थायां प्रत्ययः अस्ति प्रत्ययस्य आदौ लकारः शकारः तालव्यशकारः अथवा कवर्गीयवर्णः कु इत्युक्ते अत्र संक्षेपे कवर्गीयवर्णः इति अर्थः कवर्गीयवर्णः अस्ति चेत् तस्य इत्संज्ञा भवति परन्तु यत्र तद्धितप्रत्ययः अस्ति तत्र न भवति तद्धितप्रकरणे बहवः प्रत्ययाः सन्ति तेषु अन्यतमः प्रत्ययः अस्ति चेत् तत्र लशक्व तद्धिते इति सूत्रं कार्यं न करोति अस्तु समीचीनम् अत्र अग्रे सुमन् भगिनी पठतु किं लशकु इति पदस्य किमर्थं बहुवचनं नास्ति अत्र लशकु हा तदेव अत्र अत्र सम्पूर्ण अष्टाध्यायं पश्यति चेत् सर्वत्र एतादृशमस्ति कुत्रचित् एकवचने अस्ति कुत्रचित् बहुवचने अस्ति अत्र महर्षयः इदानीम् अत्र समाहारद्वन्द्वः अस्ति वा अस्ति सत्यं समाहारद्वन्द्वः इति एकवचने समूहः अस्ति इति कृत्वा एकवचने अस्ति तत्तु सत्यं परन्तु अत्र सामान्यतया वदामि तादृशप्रश्नः सर्वत्र भवितुम् अर्हति अत्र किमर्थम् एकवचने अस्ति किमर्थं बहुवचने अस्ति इति सर्वत्र भवितुम् अर्हति बहुवचने एव अस्ति खलु ल श कु तत्र लशक्वः अत्र अत्र यण्सन्धिं कृत्वा वकारः आगच्छति लशक्कु योगः अतद्धिते इति अस्ति लशक्कु योगः अतद्धिते तर्हि तत्र उकारस्य यण्सन्धिं कृत्वा लशक्व तद्धिते परन्तु तत् अत्र तु समीचीनं भगिनी रमा भगिनी अत्र तु समाहारद्वन्द्वः अस्ति इति कृत्वा समूहः अस्ति इति कृत्वा अत्र एकवचने अस्ति तत्तु समीचीनं परन्तु केवलं सूचनार्थं वदामि अन्यत्रापि कुत्र एतादृशप्रश्नः भवितुम् अर्हति किमर्थम् एकवचने अस्ति किमर्थं बहुवचने नास्ति इति तादृशप्रश्नः भवितुम् अर्हति परन्तु अत्र सामान्यतया वयं किं शृण्मः इति चेत् महर्षयः स्वतन्त्रः अतः कुत्रचित् बहुवचने स्थापयन्ति कुत्रचित् एकवचने स्थापयन्ति इति अतः अत्र तथा एव वयं स्वीकुर्मः अस्तु भगिनी उमा ह्य संशयम् अस्ति राम पुनः वदतु पुनः सम्यक्तया वदतु सारि संशयः अस्ति सारि राम प्लस् शस् शस् शब्दे इष् लोपः न न एक एक एकक्षणं भगिनि वयम् उदाहरणं न दृष्टवन्तः इदानीं पठिष्यामः तदनन्तरं पृच्छतु अत्र सुमन् भगिनी पठतु अस्तु रामयोगः शस् लशक्वतद्धिते सूत्रस्य बलेन तत्र शकारः इत्संज्ञा भवति अनन्तरं लोभः अपि भवति अतः इदानीं क्षम्यतां पठामि प्रथम् इत्यनेन शकारस्य इत्संज्ञा तदा तस्य लोपः इत्यनेन लोपः रामयोग अस् भवति रामान् भवति अत्र लशक्वतद्धिते सूत्रस्य बलेन शकार आदौ शकारः इत् भवति तस्य अनन्तरं लोपः अपि भवति अतः अस् एव तिष्ठते इदानीं भिन्नसूत्रेण रामास् इति रामान् भवति अत्र किं जातं शकारः किं शकारस्य इत् भवति कुत्र शस् शस् इति प्रत्ययः अस्ति आदौ प्रत्ययस्य आदौ प्रत्ययस्य आदौ शकार अस्ति तस्य लोपः भवति केन सूत्रेण लशक्वतद्धिते अतः किञ्चित् भेदः अवगन्तव्यः यतोहि अत्र कश्चन भेदः अवगन्तव्यः किमर्थं चेत् अत्र लशक्वतदिते इत्यनेन लोपः भवति इति न वक्तव्यः अहम् उक्तवती खलु इत्संज्ञा भवति अनन्तरं तस्य लोपः भवति हा हा भवती सम्यक् एव उक्तवती अहं केवलं वदामि अत्र यत्र शस् इति वदामः चेत् अत्र शकारस्य इत्संज्ञा भवति लशक्व तद्धिते इति सूत्रेण प्रथमतया संज्ञा भवति तदनन्तरं तस्य लोपः इत्यनेन लोपः भवति इदानीम् अत्र आरम्भकाले वयं सर्वे किं कुर्मः इति चेत् सूत्रद्वयमपि वदामः लशक्व तद्धिते इत्यनेन इत्संज्ञा भवति तदनन्तरं तस्य लोपः इत्यनेन लोपः भवति तर्हि अत्र किम् अवशिष्यते भगिनि अस् अवशिष्यते अस् इति अवशिष्यते तत्र शस् इत्यस्य सकारस्य लोपः भवति वा क्षम्यता सकारस्य लोपः न भवति प्रसक्तिः अस्ति हलन्त्यं सूत्रेण किन्तु न विभक्तौ तुस्माः निषेधं करोति सत्यं तर्हि सकारस्य लोपः न भवति अतः रामान् इति रूपं निष्पन्नं अस्तु उमा भगिनी अवगतवती वा भिन्नसूत्रम् अस्ति किम् विद्या भगिनी एकः संशयः अस्ति राम प्लस् अस् एलियर् वि स्टडीड् अस् रामाः अभि रामान् आगच्छति द्वितीयविभक्तिः द्वितीयविभक्तिः तत्र जस् आसीत् अत्र शस् अस्ति सूत्रेण भवति किम् हा शस् इत्यस्य स्थाने कथम् आन् इति आगच्छति इति भिन्नविषयः तत्र भिन्नसूत्रेण शस् स्थाने किमपि अन्य आदेशः भूत्वा अत्र रामान् इति रूपम् आगच्छति परन्तु अत्र प्रथमविभक्तौ एकवचने जस् इति प्रत्ययः अस्ति सु औ जस् अत्र अम् औट् शस् शस् इति बहुवचने द्वितीयविभक्तौ बहुवचने इदानीं चिन्ता मास्तु इदानीं चिन्ता मास्तु अग्रे एतावता स्पष्टमस्ति वा सप्तसूत्राणि अधीतवन्तः भगिनि मम एकः संशयः अस्ति वै आर् द अदर् ईसि एक्साम्पल्स् नाट् गिवन् ऐ एम् मिस्सिङ्ग् समथिङ्ग् न अग्रे अस्माकम् अभ्यासः अस्ति तत्र पश्यामः भगिनि ईसि एक्साम्पल्स् तत्र सन्ति अस्माकम् अभ्यासार्थं No, I was wondering whether I'm missing something, that's why. No, no, no. Okay. Atra udaharana rupena, atra udaharana rupena ekam dattam asti. Tad jnatva agre asmakam abhyasartam atra agre abhyasa asti, tatra pashyamaha. Dhanyavada. Ha, astu. Tari atra agre Lalita Bhagni agre patati va? Lalita Bhagni? आं भगिनि इत् लोपः विधि एकवारं यदा कस्यचित् वर्णस्य वर्णसमूहस्य च इत् संज्ञा भवति तदा तस्य लोपः इति सूत्रेण तस्य लोपो भवति तस्य लोपः इत् संज्ञस्य वर्णस्य लोपो भवति तस्य षष्ट्यन्तं लोपः तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम् उपदेशे जनुनासिक इत्यस्य अनुवृत्तिः षष्ट्यर्थे अनुवृत्तिसहितसूत्रं तस्य इत् लोपः वदतु भगिनि तस्य लोपः इत् लोपविधि विधिः तस्य लोपः तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम् उपदेशे जनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः षष्ट्यर्थे अनुवृत्तिसहितसूत्रं तस्य इत् इतः लोपः तेषाम् अनुवृत्तिक्रमशुलभः न अत्र अत्र किम् अत्र तस्य लोपः इति सूत्रं किं वदति इत् संज्ञस्य वर्णस्य लोपः भवति इत्संज्ञकवर्णस्य लोपः भवति इति सूत्रं वदति तर्हि एकवारं कस्यचित् वर्णस्य इत्संज्ञा भवति चेत् तर्हि तदनन्तरं तस्य लोपः इति सूत्रेण तस्य लोपः भवति इति सूत्रं वदति अस्तु समीचीनं तर्हि अत्र अत्र रविकला भगिनी वदति वा अद्य त्रीणि सूत्राणि वयं पठितवन्तः कानि तानि शः प्रत्ययस्य चुटु लशक्वतद्धिते लशक्वतद्धिते तर्हि शः प्रत्ययस्य इति किं वदति शः प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य इत्संज्ञा भवति कस्य आदौ प्रत्ययस्य आदौ एतत् सूत्रं धातोः कृते कार्यं भवति वा न भवति हा धातोः कृते न भवति किमर्थं चेत् किमर्थं अत्र प्रत्ययेषु एव त्रीणि सूत्राणि सन्ति हा सत्यं प्रत्ययस्य एव एतानि त्रीणि सूत्राणि सन्ति हा सत्यं समीचीनं भगिनि तर्हि अत्र चुटु इति सूत्रं किं वदति चुटु इति किं वदति चुटु प्रत्ययस्य आदौ चवर्गीयः अथवा टवर्गीयः वर्णः भवति चेत् तस्य वर्णस्य इत्संज्ञा भवति सम्यक् समीचीनम् अग्रे धन्यवादः अग्रे गीता भगिनी वदतु अत्र अग्रिमं सूत्रं किम् गीता भगिनी म्यूट् मध्ये अस्ति स्टार् सिक्स् नोदयतु भगिनि गीता भगिनी अस्ति वा अस्तु तर्हि महादेवन् महोदय वदतु लशक्व तदिते इति किं वदति महादेवन् महोदय श्रूयते वा मम ध्वनिः श्रूयते श्रूयते अस्तु तर्हि अत्र शैलजा भगिनी वदतु प्रत्ययस्य आदे ल श ख वर्गः अस्ति चेत् तस्य साधारणतया इत्संज्ञा भवति परन्तु तद्धितप्रत्यये आदौ ते वर्णाः सन्ति चेत् तस्य इत्संज्ञा न भवति समीचीनं समीचीनम् अत्र कोऽपि प्रश्नः वा एतावता तर्हि आहत्य आं भगिनि एकः प्रश्नः अस्ति ख वर्गः तादृशं छ वर्गः ठ वर्गः तादृशम् अस्ति चेत् आदौ इति पदमस्ति एकः वर्णः अस्ति चेत् संशयः नास्ति तस्मिन् वर्गे एव द्वि वा त्रि द्वे वा त्रीणि वा वर्णाः आदौ एव सन्ति चेत् सर्वेषाम् इत्संज्ञा भवति वा उदाहरणमस्ति वा अहं न जानामि उदाहरणं धातोः परन्तु तादृशम् अस्ति चेत् आदौ एव क वर्गः वा छ वर्गः वा तस्मिन् वर्गात् तस्मिन् वर्गीयवर्णः द्वे वा त्रीणि वा सन्ति चेत् तेषां सर्वेषां एकः एव वर्णः आदौ भवति खलु आदौ एकः एव वर्णः भवति खलु आदौ एकः वर्णः भवति परन्तु पूर्वं भवती उक्तवती पुनः पुनः सूत्रस्य कार्यं कर्तुं शक्नोमि इति अतः आदौ एकक्षणं भगिनि एकक्षणम् आदौ इति आदौ इत्यस्य अर्थः कः उपदेश अवस्थायाम् आदौ आदौ प्रथमवर्णः कः अस्ति तस्य वर्णः एव एकवारं तादृशवर्णस्य लोपः भवति चेत् तदनन्तरम् अन्यत् वर्णः पुनः आदिः इति न स्वीकुर्मः. आदिमवर्णः एकः एव. अस्तु, तदेव मम प्रश्नः. उपदेशे जननासिक इति सूत्रे तस्मिन् विषये अहम् उक्तवती. उपदेशे जननासिक इति सूत्रे अनुनासिकवर्णः बहवः वर्णाः अच्वर्णाः सन्ति चेद् अपि तत्र लोपः भवितुम् अर्हति. यतोहि तत्र तस्मिन् सूत्रे तादृशं किमपि नास्ति खलु. आदिमवर्णः अन्तिमवर्णः इति तादृशं किमपि नास्ति. अतः तत्र तस्य सूत्रस्य कार्यं बहुवारं भवितुम् अर्हति. परन्तु यत्र आदिमवर्णः अन्तिमवर्णः इति तादृशमस्ति चेत् एकः एव वर्णः अन्ते भवति, एकः एव वर्णः आदौ भवति. हलो, तत्र द्विवारं कार्यं न करोति, एकवारमेव कार्यं करोति. अस्तु, अतः एव पठ अस्ति खलु. तत्र अकार गच्छति चेत् ठकार तिष्ठति. इदानीं ठकारः अन्ते न भवति. सत्यं सत्यं, समीचीनं सत्यं. सर्वेषां हलन्तदातूनां यत्र काद इति अस्ति सर्वत्र तथा एव. अनुनासिकवर्णः गच्छति, तदनन्तरं हलन्त्यम् इत्यस्य कार्यं न भवति. यतोहि हल् वर्णः अन्ते नास्ति उपदेशावस्थायाम्. अस्तु अस्तु. अपि च भगिनी, अत्र विजयलक्ष्मी भगिनी, भवत्याः प्रश्नः आसीत् गते सप्ताहे अत्र आदिरन्तेन सहेता इति सूत्रं किमर्थम् अत्र तृतीयाध्याये न स्थापितम् इति, खलु? तत्र एव आदि इति पदमस्ति, तस्मात् एव आदि इति पदम् अत्र आगन्तुं शक्नोति इति चेत् इति वस्तुतः अत्र आदिरन्तेन सहेता इति सूत्रे तत्र स्वम् इति पदस्य अनुवृत्तिः अपि भवति भगिनि. स्वम् इति पदस्य अनुवृत्तिः भवति. तत्र स्वम् इति पदं तस्मात् पूर्वम् आगच्छति. स्वं रूपं शब्दस्यां शब्दसंज्ञा इत्यस्मात् स्वम् इति पदम् अनुवृत्तिरूपेण आगच्छति. अतः एव तत्र स्थापितमस्ति. अत्र प्रथमाध्यायात् अनुवृत्तिः तृतीय अध्याये न भवति, बहु दूरम् अस्ति. अतः एव पुनः अत्र आदिरिटुडवः इत्यस्य आवश्यकता अस्ति. अस्तु अस्तु, तर्हि अत्र स्थगयामः. किं उक्तवती इदानीं भगिन्याः प्रश्नः आसीत् तत्र आदिरन्तेन सहेता इति भिन्नसूत्रस्य विषये. अस्तु अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः, नमस्कारः.